गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः अस्माकं न्यायवर्गे सर्वेषां सुस्वागतम् इदानीं वयं दिशः निरूपणम् इत्यस्मिन् विषये स्मः किन्तु तस्मात् पूर्वं सीमाभगिन्याः उपस्थापनं भवति काललक्षणविषये सीमाभगिनि आं महोदय अत्र कालस्य विषये किञ्चित् चिन्तितवती मुख्यमुख्यबिन्दवः वदामि कृपया समीचीनाः न सन्ति वदतु अत्र व्यवहारः लोके अस्ति घटः अतीतः घटः वर्तते घटः भविष्यति एतादृशव्यवहारः कालं विहाय कर्तुं न शक्यते अतः कालस्य स्वीकारः कर्तव्यः अस्ति कालः यः शब्दप्रयोगः अस्ति तस्य क्षम्यतां व्यवहारस्य लक्षणमस्ति ज्ञानजनक शब्दप्रयोगः अत्र शब्दप्रयोगः कारणमस्ति ज्ञानं प्रति एवं च कालः कारणमस्ति शब्दप्रयोगं प्रति कालाख्यं द्रव्यम् अस्वीकृत्य सः प्रयोगः असम्भवः भवति एवं च कालस्य लक्षणमहं न वदामि अथवा भवान् वदतु वदामि न वा अतीतः घटः व्यवहारः भवति तत्र अतीतः घटस्य विशेषणवाचकः वाचकं पदमस्ति अतितत्त्वं विशेषणमस्ति अतः अतितत्त्वे प्रकारता अस्ति घटे विशेषता अस्ति ज्ञानं द्वाभ्यां निरूपितमस्ति अतः आहत्य घटनिष्ठ विशेषतानिरूपित अतित्वनिष्ठ प्रकारतानिरूपित ज्ञानं तद्निश्च तद्निष्ठकार्यतानिरूपितकारणता शब्दप्रयोगे अस्ति एवं च शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता काले अस्ति सः तत् कालस्य लक्षणमस्ति कालः एकः एव अस्ति सः अनादिः अनन्तः च किन्तु कालस्य गणना व्यवहारे सम्भवति सः तद् गणना सा गणना कालस्य भेदनात् पश्चात् कर्तुं शक्यते अतः कालस्य भेदनमपि आवश्यकमस्ति कालस्य भेदनं येन क्रियते सः कालस्य उपाधिः इत्युच्यते उपाधिना कालस्य गणना भवति कालस्य गणनाय गणनायै अनेके उपायाः सन्ति यथा पृथिव्याः भ्रमणं स्वीकृत्य घटिकायन्त्रेण कर्तुं शक्यते अपरः क्वाच् इत्यपि कालस्य मानं भवेत् अत्र क्रिया अनुसार कालस्य भेदनं भवति अतः का क्रिया कालस्य उपाधिः इति उच्यते अन्य च यैः येन क्रिया अनुभूता भवति तदपि कालस्य उपाधिः भवितुम् अर्हति यतोहि तेनपि कालसङ्कोचः भवति अत्र अतः गृहादि वस्तुनः यथा वयं वदामः गृहं त्रिंशत् वत्सरवत् अस्ति, तदानीं गृहेण कालस्य सङ्कोचः कृतः, अतः गृहमपि कालस्य उपाधिः भवति। तथैव अन्यैः जन्यैः वस्तुभिः कालस्य सङ्कोचः कर्तुं शक्यते, अतः तानि सर्वाणि वस्तूनि कालस्य उपाधयः भवितुम् अर्हति। अत्र आधार आधेयभावविषये अस्माकं व्यवहारे प्रयोगः अस्ति, इदानीं काले घटः वर्तते, तस्मिन् प्रयोगे कालः आधारः अस्ति, घटः आधेयः अस्ति, तयोः मध्ये किञ्चित् सम्बन्धः अस्ति, सः सम्बन्धः समवायः नास्ति, अतः तयोः मध्ये कालिकसम्बन्धः अस्ति इति कल्प्यते नैयायिकैः। यतोहि सर्वपदार्थानां कालवृत्तित्वमस्ति, कालः सर्वेषां पदार्थानाम् आधारः अस्ति, नित्यपदार्थानाम् एवं च अनित्यपदार्थानाम् आधारः अस्ति। किन्तु अन्य अपि आधार आधेयसम्बन्धः अस्ति, स तु सर्वजन्यानां ये समानकालिकानां सन्ति तेषाम् अपि परस्पर आधार आधेयभाव अस्ति। तत् कथम् इत्युक्ते अत्र व्यवहारः अस्ति पद्मालयात् पूर्वं शारदालयः, शारदालयात् पश्चात् पद्मालयः इति व्यवहारे, एकस्मिन् व्यवहारे पद्मालयात् पूर्वं शारदालयः अस्ति, तस्मिन् व्यवहारे पद्मालयः शारदालयस्य अधिकरणं भवति, अपरे व्यवहारे शारदालयात् पश्चात् पद्मालयः इति व्यवहारे शारदालयः पद्मालयस्य अधिकरणम् अस्ति। एवं सर्वेषां जन्यानां कालिकेन आधार आधेयभावः भवितुम् अर्हति। अत्र समानकालिकजन्यानाम् आधारत्वं कालिकसम्बन्धेन यदा भवितुम् अर्हति तदा भवितुम् अर्हति यदा ताभ्याम् एका अभिन्ना काचन क्रिया सहानुभोक्तव्या अस्ति, अतः समानकालिक महत्वपूर्ण बिन्दु अस्ति। याभ्यां समान क्रिया न अनुभोक्तव्या ताभ्यां कालिकसम्बन्धः न भवति। अत्र अन्तिमबिन्दु अस्ति नित्यपदार्थानां पूर्वं पश्चात् इति व्यवहारः न भवितुम् अर्हति, यतोहि नित्यपदार्थः अनादयः अनन्ताश्च, अतः ते कालिकसम्बन्धेन अधिकरणानि न भवन्ति। किन्तु अनित्यपदार्थः नित्यानाम् अधिकरणानि भवन्ति, यतोहि व्यवहारे वयं पश्यामः पद्मालयस्य पूर्वम् आकाशः अस्ति इति, अत्र पद्मालयः आधारः अस्ति, आकाशः आधेयः अस्ति कालिकसम्बन्धेन, अतः अनित्यपदार्थाः नित्यपदार्थानाम् अधिकरणानि भवितुम् अर्हन्ति। तदेव महोदय, अहं समीचीनम् एतावत् पर्यन्तं चिन्तितवती. धन्यवादः. समीचीनं समीचीनमेव, बहु समीचीनमासीत्. अपि च केवलं तत्र यत् यावद्भवत्या उक्तं तत्र किमपि दोषाय नास्ति, सर्वं समीचीनमेव उक्तवती, अपि च सर्वम् उक्तवती. किन्तु न दशनिमिषं स्वीकृतम् इत्यतः अस्माकं लक्ष्यं किं भवेत् इति चेत् पञ्चनिमिष अभ्यन्तरे उपस्थापनं भवेत्. अतः उपस्थापने केवलं मुख्यांशाः के इति तावदेव उक्त्वा तदनन्तरं तत्र प्रतिपादनं दृष्टान्तरूपेण किमपि तत्र पद्मालयः, शारदालयः इति घटः इति एतादिकं तत्र पुस्तके वर्तते प्रतिपादनार्थं. किन्तु तत्सर्वं त्यजामश्चेत् पञ्चनिमिषे पञ्चनिमिषा अभ्यन्तरे उपस्थापनं भविष्यति. उपस्थापनस्य प्रयोजनं किम् इति चेत् मुख्यांशाः पुनस्मारणत्वेन भवन्ति इत्यतः तस्य उपस्थापनं भवति. अतः यथा भवत्या उक्तम् अतीतादिव्यवहारहेतुः कालः. अतीतम् इति पदप्रयोगः यदा ज्ञानं भवति तस्य ज्ञानस्य कारणं भवति शब्दप्रयोगः, तस्य कारणं भवति कालः इति द्रव्यं. कालः इति द्रव्यं विना तादृशज्ञानं न भवति इति कृत्वा कालः इति द्रव्यं सिद्धम् अस्ति. अपि च क्रिया, तुल्यक्रिया यत्र भवति तद् कालस्य उपाधिः भवति. अपि च येन तुल्यक्रिया अनुभूता, येन जन्यपदार्थेन तुल्यक्रिया अनुभूता, तदपि कालस्य उपाधिः भवति. तदनन्तरं कालः सर्वेषाम् आधारः भवति, नित्यानाम् अपि च जन्यानाम् आधारः भवति इति एकं. पुनः जन्यवस्तु नित्यानाम् अपि च अन्यानां जन्यानामपि आधारः कालिकसम्बन्धेन भवति इति द्वितीयम्. अन्तिममस्ति जन्यानां परस्पर आधार आदेयभावः यत्र भवति तत्र समानकालिक पदार्थजन्यानां मध्ये एव तत्र परस्पर आधार आदेयभावः भवति इति एव काल पाठे मुख्यांशाः. तावद् वदामश्चेत् तत्र सर्वेषां मनसि किञ्चिदिव पुनस्मारत्वेन प्रयोजकाय भवति. समीचीनं, बहु समीचीनम्. अस्तु महोदय, क्षम्यतां. न न, भवतु भवतु, भवती समीचीनतया उक्तवती. किन्तु अहं चिन्तयामि तत्र एतादृशशैलीं प्रतिवर्गे एकः अस्मिन् वर्गे यावत् पठामः तत् स्वीकृत्य तत्र मुख्यांशाः के सन्ति तस्मिन् विषये प्रत्येकं वर्गे तत्र क्रमेण यः कोऽपि तत्र उपस्थापनं करिष्यते चेत् तत्र तेषामपि अभ्यासं भवति, अन्येषां पुनस्मारणं भवति इति कृत्वा तादृशं अग्रे गत्वा प्रयासं कुर्मः इति अहं चिन्तितवान्. सः प्रयासः कथं करणीयम् इति बोधनार्थम् एतत् सर्वम् उक्तवान्. समीचीनं समीचीनम्. अस्तु, तर्हि इदानीं वयं दिशः निरूपण अवसरे स्मः. तत्र यथा काललक्षणे आसीत् तथा अत्रापि प्राच्यादिव्यवहारहेतुः दिक् इति प्राची, प्रदीचि, उदीचि, दक्षिणा इति उत्तरा इति एतत् सर्वं एतादृशप्रयोगाः अस्माभिः क्रियते चेत् तादृशप्रयोगः दिक् इति अन्यतमं द्रव्यं विना न भवितुमर्हति इति कृत्वा तत्र प्राची, भवतः गृहं कुत्र अस्ति इति चेत् प्राच्यां दिशि अस्ति इति कोऽपि वदति चेत् मयि ज्ञानं भवति. तादृशज्ञानस्य कारणं भवति पुनः शब्दप्रयोगः. तादृशशब्दप्रयोगस्य कारणं भवति पुनः दिक् इति द्रव्यम् इति यथा कालस्य लक्षणे निरूपितं तद्रीत्या एव अत्र दिशः निरूपणमपि भवति इति अस्माभिः अधीतम्. इदानीम् एकषष्टितमपुटे अन्तिमपरिच्छेदः, ततः आरभ्य पठनीयं. त तस्मात् पूर्वं अस्तु तर्हि मोहन् महोदय मया सह किञ्चित् सम्भाषणं करोति वा? अस्तु महोदय। हा समीचीनम्। अत्र चित्रमस्ति किल उपरि अस्मिन्नेव पुटे एकषष्टितमपुटे चित्रमस्ति किल? आं महोदय अस्ति। तत्र प्राचीतत्वे प्राचीत्वम् इत्यत्र प्रकारता वर्तते, अपि च प्राचीत्वे कीदृशधर्मः वर्तते? प्राचीत्वं धर्मः वर्तते प्राचीत्वे। हा प्राचीतत्वम् इति अस्ति। एवमेव उदयगिरौ विशेष्यता अस्ति। उदयगिरौ कीदृशधर्मः अस्ति? उदयगिरित्वं। सर्वे तत्रैव लिखन्तु, तत्र यत्र प्रकारता अस्ति तस्मिन् स्तरे एव प्राचीतत्वम् इति लिखन्तु, अपि च विशेष्यता यस्मिन् स्तरे अस्ति तस्मिन्नेव स्तरे उदयगिरित्वम् इति लिखन्तु। पुनः ज्ञाने जन्यता नो चेत् कार्यता अस्ति, ज्ञाने कीदृशधर्मः वर्तते मोहन् महोदय? ज्ञानत्वं। समीचीनम्। एवमेव शब्दप्रयोगे शब्दप्रयोगत्वं कारणता अस्ति, शब्दप्रयोगत्वम् अस्ति पुनः इति तावदेव। हा अस्तु, इदानीं भवान् पठतु, अन्तिमपरिच्छेदं पठतु। इहापि काललक्षणदर्शितरीत्या उदयगिरित्व अवच्छिन्न विशेष्यता निरूपित प्राचीत्वत्व अवच्छिन्न प्रकारता निरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यता निरूपित शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यता निरूपित कारणता आश्रयत्वं दिशः लक्षणम् इति। हा इदानीं भवान् किं करोतु, तत्र यः परिच्छेदः भवता पठितं तद् अदृष्ट्वा, तत्र चित्रम् अस्ति किल तद् दृष्ट्वा एतदेव वाक्यं वदतु। महोदय अतीतत्वं निष्ठ कालमिति नास्ति, क्षम्यतां, तत्र दिशः प्राचीत्वं प्राचीत्वं निष्ठ प्राचीतत्वम् अवच्छिन्ना प्रकारता निरूपित विशेष्यता आश्रय प्रकारता निरूपित उदयगिरित्वम् अवच्छिन्ना विशेष्यता आश्रय उदयगिरिः निरूपक ज्ञानं निष्ठ ज्ञानत्व अवच्छिन्ना कार्यता निरूपित जनक निरूपित शब्दप्रयोगत्व अवच्छिन्ना जनकता आश्रयः शब्दप्रयोगः तदनिष्ठ शब्दप्रयोगत्वम् अवच्छिन्ना कार्यता निरूपित जनकता आश्रयः दिक्। समीचीनम्। इति यद्यपि तत्र परिच्छेदं पश्यामश्चेत् तत्र दीर्घवाक्यमिव भासते, किन्तु इदानीमेव यदा मोहन् महोदयेन प्रदर्शितं तत्र किमपि क्लेशः नास्ति, सामान्यमेव। अस्तु तर्हि अन्य कोऽपि प्रयत्नं कुरु, बालसुब्रह्मण्यः भवान् प्रयत्नं करोति वा? उदयगिरित्व अवच्छिन्न विशेष्यता निरूपित उदयगिरि एकनिमिषं महोदय, एतादृशं करोतु, उदयगिरित्व अवच्छिन्न इदानीं विशेष्यता अस्ति, विशेष्यता एव ज्ञानं निरूपयति, अतः सा विशेष्यता केन अवच्छिन्ना इति चेत् उदयगिरित्व अवच्छिन्न, अपि च सा विशेष्यता कुत्र वर्तते, उदयगिरिनिष्ठ, अतः उदयगिरित्व अवच्छिन्न उदयगिरिनिष्ठ विशेष्यता निरूपित प्राचीत्व अवच्छिन्न प्राचीत्वनिष्ठ प्रकारता प्राचीत्वनिष्ठ प्रकारता निरूपित ज्ञानत्वनिष्ठकार्यथानिरूपित ज्ञानत्व अवच्छिन्न ज्ञानत्व अवच्छिन्न ज्ञानत्वनिष्ठ जन्यता कार्यतानिरूपित एकनिमिषं महोदय तत्र ज्ञानत्व अवच्छिन्न ज्ञाननिष्ठजन्यता इति वक्तव्यम् ज्ञानत्व अवच्छिन्न ज्ञानत्व अवच्छिन्न ज्ञाननिष्ठकार्यतानिरूपित शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कार्यताशयः दिक् समीचीनम् तत्र आश्रयतत्वं दिशः लक्षणं नो चेत् आश्रयः दिक् इति अस्ति समीचीनम् अत्र किमपि क्लेशः नास्ति अत्र सर्वत्र प्रकारता विशेष्यता इति एतत् सर्वं वर्तते कार्यता कारणता सा प्रकारता कुत्र वर्तते प्राचीत्वे वर्तते इति कृत्वा प्राचीत्वनिष्ठप्रकारता अपि च सा प्रकारता केन अवच्छिन्ना इति चेत् प्राचीतत्व अवच्छिन्न प्राचीतत्व अवच्छिन्न प्राचीत्वनिष्ठप्रकारता निरूपित इति तावदेव तत्र अवच्छिन्नधर्मम् अवच्छेदकधर्मः कः इति वक्तव्यम् अपि च तत्र इदानीं तत्र सम्बन्धः अस्ति किल तद् केन तत्र कुत्र वर्तते कस्मिन् निष्ठा भवति इति वक्तव्यं तावदेव समीचीनं महोदय धन्यवादः इति दिशः निरूपणं जातं महोदय हा वदतु भगिनि कालस्य विषये एवं दिशविषये प्रश्नः अस्ति अत्र यत्र उदयगिरित्वावच्छिन्नविशेष्यता अत्र निरूपित अस्ति पश्चात् प्राचीतत्वपश्चात् अस्ति कालस्य विषये अपि प्रथमं निरूपित अस्ति पश्चात् निरूपक अस्ति किन्तु निरूपक द्वयोः स्थाने निरूपक एव भवेत् द्वयोः स्थाने निरूपकः एवं भवेत् इति नास्ति भवति चेत् दोषः नास्ति तत्र निरूपकमेव विशेष्यता एव ज्ञानस्य निरूपकः अस्ति प्रकारता अपि ज्ञानस्य निरूपकः अस्ति इति कृत्वा तत्र निरूपक इति वदामश्चेत् तत् समीचीनमेव किन्तु तत्र उदयगिरित्वावच्छिन्नविशेष्यता निरूपित प्राचीतत्व अवच्छिन्न प्रकारता निरूपक इति वाक्यं रचयामश्चेत् तदपि दोषः नास्ति तत्रापि दोषः नास्ति निरूपित इति तप्रत्ययान्तरूपमस्ति किन्तु अत्र निरूपित इत्युक्ते विशेष्यता निरूपक अस्ति ज्ञानं निरूपित अस्ति तथा अस्ति वा किन्तु एतादृशप्रयोगमेव सर्वत्र दृश्यते अतः निरूपित अपि च निरूपक अनयोः मध्ये समानार्थकं वर्तते इति मम चिन्तनमस्ति इति मम चिन्तनमस्ति पृच्छामि तत्र प्रायः अन्य पृच्छ्वा अग्रिमवर्गे वदिष्यामि अस्तु धन्यवादः अस्तु समीचीनं हा इति दिशः लक्षणम् अस्माभिः कृतम् हा इदानीं शिवराममहोदय अग्रे पठति वा आम् आं महोदय कुतः पठने तत्र द्वाषष्टिः समपुटे ज्ञानवान् इति अनुक्त्वा आमां ज्ञानवान् इति अनुक्त्वा ज्ञानाधिकरणम् इति कुतः उक्तम् उद्देशक्रमानुसारम् आत्मानं निरूपयति ज्ञानाधिकरण आत्मा सः द्विविधः जीवात्मा परमात्मा चेति तत्रेषा सर्वज्ञ परमात्मा एक एव जीवस्तु प्रतिशरीरं भिन्नः विभु नित्यश्च इति। हा, तावत्पर्यन्तं वदतु महोदय। ज्ञानवान् इति ज्ञानाधिकरणम् इति कुतः उक्तम्? ज्ञानाधिकरणम् आत्मा, सः द्विविधः। ज्ञानस्य अधिकरणम् आत्मा अस्ति, सः द्विविधः। जीवात्मा परमात्मा, जीवात्मा परमात्मा इति द्विविध। तस्मात् पूर्वं क्षम्यतां महोदय, तत्र किमर्थं तत्र प्रश्नः, प्रश्नम् अवगतं वा? तत्र किमर्थम् एतादृशप्रश्नः भवति? कुत्र मतुप्रत्ययम् उपयुज्य लक्षणम् उक्तं, किन्तु अत्र अधिकरणम् इति उक्तं, तत्र मतुप्रत्ययम् अनुक्त्वा कुत्र कुत्र मतुप्रत्ययम् उपयुज्य लक्षणम् उक्तम् इति भवतः मनसि अस्ति वा? गन्धवती पृथ्वी एतत् पद्धतिः समीचीनं। गन्धवती इति पृथिव्यां लक्षणे गन्धवती पृथिवी इति उक्तम्, किन्तु अत्र ज्ञानवान् आत्मा इति न उक्तं, किन्तु ज्ञानाधिकरणम् आत्मा इति उक्तं। तत्र किमर्थम् एतादृशप्रयोगः कृतः इति प्रश्नः अस्ति। किमर्थं मतुप्रत्ययम् अनुक्त्वा अधिकरणम् इति उक्तम् इत्यस्मिन् विषये किञ्चित् चिन्तनं भवतु इत्यतः अत्र प्रश्नः कृतः। अस्तु, अग्रे वदतु महोदय। ज्ञानाधिकरण आत्मा सः द्विविधः, जीवात्मा परमात्मा। तत्र क्षम्यतां महोदय, तस्मात् उद्देशक्रमानुसारम् इत्युक्ते किम्? उद्देशक्रमानुसार आत्मानम् अस्माकं उद्देशक्रमानुसारं नाम पदार्थः तथा द्रव्ये एतान् यथा प्रथमवारं वयं तस्य उल्लेखं कृतवन्तः, तत् क्रमानुसारेण प्रथमं तस्य लक्षणं भवति, अनन्तरं तस्य उद्देशं, तत् प्रकारे। समीचीनं समीचीनम् इत्युक्ते तत्र क्रमेण पृथिवी अक्रमेण वायु आकाश काल दिक् इति एतत् सर्वम् अधुना एतेषां लक्षणान् एतेषां लक्षणां पठित्वा इदानीम् आत्मनः विषये आगतम्। आत्मना इति सोपानं वयं समीचीनम्। अग्रे इदानीं वदतु। सर्वज्ञः परमात्मा एक एव, आत्मा सर्वज्ञः अस्ति सर्वज्ञ तथा सः एकः एव। जीवस्तु प्रतिशरीरं भिन्नः विभुः नित्यस्य। जीवः प्रतिशरीरं भिन्नः अस्ति तथा सः नित्यः अस्ति तथा विभुः अस्ति। अस्तु, तस्मात् पूर्वं ज्ञान अधिकरणम् आत्मा इत्युक्ते तस्मिन् विषये किञ्चित् वदतु। ज्ञान अधिकरण आत्मा, अत्र ज्ञानस्य अधिकरणम् अस्ति सः आत्मा इति समासः भवेत् न अत्र? सत्यं, तत्तु तत्र व्याकरणरीत्या इदानीं ज्ञानम् इति कीदृशपदार्थः अस्ति? ज्ञानं गुणः अस्ति न, गुणः। हा, समीचीनमिति तद् वक्तव्यम्। ज्ञानम् इति गुणः, इति गुणम् अस्ति, गुणः अधिकरणं भवति आत्मा। आत्मा, आम्। इत्युक्ते ज्ञानं कुत्र वर्तते इति चेत् आत्मनि वर्तते इति वक्तव्यं। समीचीनं। सः द्विविधः, इदानीं सः इत्युक्ते कः? आत्मा। आत्मा, समीचीनम्। जीवात्मा परमात्मा चेति। हा, तत्र ईश्वरस्य विषये किमुक्तम्? सर्वज्ञः परमात्मा एक एव, तत्रेश्वरः तत्र ईश्वरः सर्वज्ञः परमात्मा एक एव, सः सर्वज्ञः अस्ति तथा परमात्मा अस्ति तदा सः एकः। सर्वज्ञः नात्वा सः सर्वं जानाति। हा, इत्युक्ते ज्ञानम् इति गुणः, यादृशज्ञानं भवति तत् सर्वम् ईश्वरे अस्मिन्नेव क्षणे वर्तते इति। इत्युक्ते यद् ज्ञानं पूर्वम् आसीत् इदानीं यद् ज्ञानं जायमानमस्ति अपि च भविष्यत्काले यद् ज्ञानं भवति तत्सर्वम् ईश्वरे अस्मिन्नेव क्षणे वर्तते, अतः एव सः सर्वज्ञः इति इत्युक्ते त्रिकालज्ञानी इति. अपि च परमात्मा एक एव. तत्र कथं वा एकम् इति उक्तम्? परमात्मा एक एव नाम एक, सः एकः एव अस्ति तस्य. हा इत्युक्ते अस्माकं तत्र अवगमनं कथम् अस्ति इति चेत्, इदानीम् ईश्वरः अस्ति इति केन प्रमाणेन ज्ञायते? अनुमाने यत्र यत्र अनुमानेन यः कोऽपि पदार्थस्य ज्ञानं भवति तत्र सर्वत्र तस्य एकत्वं, विभुत्वम् अपि च नित्यत्वं स्वीकुर्मः किल. तदेव अस्माभिः अधीतं तत्र लाघवार्थं. यत्र यत्र एकस्य पदार्थस्य अनुमानेन तस्य ज्ञानं भवति तत्र सर्वत्र एकत्वं, नित्यत्वम् अपि च विभुत्वम् इति अस्ति. अतः अत्र एक एव, यत्र यत्र एक इति वदति तत्र सर्वत्र अस्माभिः चिन्तनीयं. झटिति अस्माकं मनसि एतादृशचिन्तनं भवेत्, इदानीं प्रमाणः तत्र अनुमानं भवति वा नो चेत् प्रत्यक्षं भवति वा इति. तत्र प्रत्यक्षं न भवितुम् अर्हति इत्यतः अनुमानेन एव सर्व ईश्वरः अस्ति इति तस्य अस्तित्वं स्वीकृतम्. अतः तत्र तस्य एकत्वमपि स्वीकृतम्. यद्यपि अत्र विभुः इति न उक्तम्, इदानीं भवतः चिन्तनं किम् ईश्वरस्य परिमाणविषये? शिवराम महोदय. हा आम्, सः एक यथा आकाशस्य भवति तत्पद्धत्या एव अत्र भवेत् न आत्माया अपि. आकाशः यथा एकः अस्ति, एकः अपि च विभुत्वविषये अहं पृच्छन्नस्मि. ईश्वरः विभुः वा नो चेत् भवतः चिन्तनं किम् इति? ईश्वरः विभु न भवेत् प्रायशः सः. किमर्थम् इत्युक्ते परिच्छिन्नं भवति वा? परिच्छिन्न तु न भवति, न ईश्वरः तु परिच्छिन्ना तु कदापि न भवति. स तत्पद्धत्या तु सः विभुः भवेत्. हा, अपि च नित्यः वा अनित्यः वा ईश्वरः? सः नित्यः अस्ति, ईश्वरः नित्यः. सत्यं, यद्यपि अत्र मूलग्रन्थे न उक्तं, तत्र केवलं सङ्ख्याविषये एक इति उक्तं, किन्तु अनुमानेन ईश्वरः साधितः इति कृत्वा तत्र विभुत्वम् अपि च नित्यत्वमपि स्वीकर्तव्यं. यद्यपि साक्षात् न उक्तं किन्तु मनसि एतदपि भवेत्, ज्ञानं भवेत् इति. एकं समीचीनम्. अपि च जीवस्तु प्रतिशरीरं भिन्नः. आम्, जीवः तु प्रत्येकस्मिन् शरीरे यत् जीवत्वमस्ति तत् भिन्नम् अस्ति. नाम एकस्मिन् शरीरे यत् यत् जीवत्वमस्ति तत् अन्यस्मिन् शरीरस्य शरीरतः तत् जीवत्वं तत्र भिन्नः वर्तते, किन्तु तत् जीवत्वं नित्यः अस्ति तथा विभुः अपि अस्ति. नाम अनेकत्वं जीवत्वम् अनेकत्वम् अस्ति जीवत्वे. तत्र जीवात्मनः विषये, तस्य अस्तित्वविषये किं प्रमाणम्? अनुमानप्रमाणं, अनुमानमेव, प्रत्यक्षं दर्शनं तु न भवति. चिन्तयित्वा वदतु. तत्र पञ्चाशततमपुटे गच्छतु कृपया. पञ्चाशततमपुटे पञ्चाशत्, तत्र कोष्टकमस्ति किल उपरि, द्रव्यगुण उभयग्राहकाणि इति. तत्र चक्षुः अस्ति, मनः अपि अस्ति. तत्र मनसा किं गृह्यते? मनसः आत्मानः, आत्मानं, आत्मा लिखितमस्ति. हा, मनसप्रमाणेन आत्मा तत्र जीवः तत्र प्रत्यक्षं भवति इति कृत्वा तत्र मानसप्रत्यक्षं भवति जीवात्मनः मानसप्रत्यक्षम् आमाम् अतः जीवात्मा अस्ति इति तत्र अनुमानप्रमाणं नास्ति मानसप्रत्यक्षम् अङ्गीकृतम् अतः तत्र प्रत्यक्षप्रमाणेन एव आत्मा अस्ति इति इति अस्ति अतः अत्र एकत्वं न स्वीकृतम् नो चेत् अनुमानेन वदामश्चेत् तत्र एकत्वे एव लाघवमस्ति किल अत्र तु जीवात्मनः विषये तत्र मानसप्रत्यक्षं वर्तते इति कृत्वा यानि मनांसि सन्ति तानि जीवात्मनः जीवात्मनः सन्ति इति कृत्वा तेषां भिन्नत्वं स्वीकृतम् अनेकत्वमपि स्वीकृतं किन्तु इदानीं तत्र मानसप्रत्यक्षेन तत्र द्रव्यं ज्ञायते किन्तु तस्य परिमाणं अपि च कालविषये किमपि न ज्ञायते इति कृत्वा तत्र लाघवार्थं विभुत्वम् अपि च नित्यत्वं स्वीकृतम् अस्तु अग्रे एतत् सर्वम् आयास्यति किन्तु केवलम् एतत् किञ्चित् मनसि भवेत् इत्यतः मया उक्तं समीचीनं महोदय धन्यवादाः महोदय वदतु भगिनि विभुत्वम् एवं नित्यत्वं किमर्थं स्वीकृतम् अग्रे आयास्यति एतत् सर्वम् अग्रे आयास्यति भवती किं चिन्तयति वदतु किमर्थं तत्र विभुत्वं वक्तव्यम् अत्र दत्तमस्ति प्रति शरीरं जीवः अस्ति अतः जीवः शरीरात् भिन्नः अस्ति किन्तु विभुः किमर्थम् अस्ति तत् मया न ज्ञायते अस्माभिः तत्र परिमाणविषये कति परिमाणानि अस्माभिः अधीतानि कति विधपरिमाणानि विभु मध्यम एवं परमाणु परिमाण इदानीं पश्यतु तत्र मध्यमपरिमाणं केषां भवति मध्यमपरिमाणं विषयाणाम् इत्युक्ते जन्यानां ये जन्याः भवन्ति तेषामेव मध्यमपरिमाणं स्वीकुर्मः किल घटपटादयः अपि च परमाणुपरिमाणं कस्य भवति इति चेत् तत्र परमाणूनामेव परमाणुपरिमाणं भवति अतः अत्र इदानीं कः शेषः अस्ति चेत् तत्र विभुपरिमाणमेव अस्ति विभुपरिमाणं स्वीकुर्मश्चेत् तत्र क्लेशः अपि नास्ति किमर्थमित्युक्ते प्रतिशरीरं आत्मा उपलभ्यते जीवात्मा उपलभ्यते किन्तु तावदेव यावत् शरीरमस्ति तावदेव आत्मनः परिमाणमपि इति नास्ति किल किमर्थमित्युक्ते इदानीं शिशोः देहस्य परिमाणं किञ्चित् कृशः अस्ति यदा सः युवकः भवति इतोपि बृहत् भवति अतः इदानीं शरीरस्य परिमाणं वदामश्चेत् तत्र आत्मनः अपि विकारः अङ्गीकर्तव्यं भवति यदि आत्मनः विकारम् अङ्गीकुर्मश्चेत् तत्र आत्मा अनित्यः भवति ये यद्यद् विकारवान् अस्ति तत्सर्वम् अनित्यः इति कृत्वा तस्य पुनः तत्र अनित्यत्वं भवति इति कृत्वा तत्र लाघवाय नित्यत्वम् अपि च विभुत्वं स्वीकृतं यद्यपि जीवात्मा मानसप्रत्यक्षेन एव ज्ञायते तथापि तस्य विभुत्वे नित्यत्वे लाघवमस्ति इति कृत्वा तादृशं स्वीकृतं नो चेत् तत्र इदानीं मध्यमपरिमाणं वक्तव्यं चेत् तस्य उत्पन्नविषये किमपि वक्तव्यं भवति किन्तु तादृशं न वक्तुं शक्यते इति तादृशक्लेशाः भवन्ति इतितः एतत् सर्वम् अग्रे आयास्यति किन्तु अस्माकं मनसि एतादृशचिन्तनं भवेत् समीचीनं अत्र परमात्मा एकः एकं सर्वत्र व्याप्यते इति कारणात् विभुत्वम् इति वक्तुं शक्यते, परन्तु जीवात्मा एकत्वं नास्ति, अनेकत्वम् अनेकानि सर्वत्र अस्ति चेत् यद्यपि सन्ति विभुत्वम् इति वक्तुं न शक्यते किल. अतः एव समीचीनप्रश्नः महोदय. विभुत्वम् इत्युक्ते किं, भवतः अवगमनं किं, विभुत्वम् इत्युक्ते किं? सर्वत्र वर्तते इति वा? सर्वत्र वर्तते, सर्वत्र वर्तते. एकं सर्वत्र वर्तते चेत् विभुत्वम् इति वक्तुं शक्यते. अतः एव मया उक्तं पूर्वमेव. एकनिमिषम् एकनिमिषं, तत्र विभुत्वं, विभुः इत्युक्ते किम् इति चेत् यद् सर्वत्र वर्तते तदेव विभुः इति लक्षणं स्वीकुर्मश्चेत् तत्र क्लेशः भवति. अतः विभुत्वस्य लक्षणं सर्वत्र वर्तमानत्वम् इति नास्ति. विभुत्वस्य लक्षणं किमस्ति इति चेत् अनियामकवृत्तित्वं, तदेव अनियामकवृत्तित्वं विभुत्वम्. अनियामकवृत्तित्वम् इत्युक्ते किम् इति चेत् इदानीम् आकाशः इति स्वीकुर्मः, घटः आकाशे वर्तते इति वदामश्चेत् तत्र घटः आदेयः भवति, आकाशः आधारः भवति. पुनः तत्र भिन्नरीत्यापि वक्तुं शक्यते, आकाशः घटे वर्तते इति अपि वदामश्चेदपि समीचीनवाक्यमेव. इति वदामश्चेत् तत्र इदानीम् आकाशः आदेयः भवति, घटः आधारः भवति किल. घटः आकाशे वर्तते इति अपि वक्तुं शक्यते, आकाशः घटे वर्तते इति अपि वक्तुं शक्यते इति कृत्वा घट आकाशयोः मध्ये नियामकवृत्तित्वं किमपि नास्ति. नियामकवृत्तित्वम् इत्युक्ते तस्य उदाहरणम् इदानीं वदामि. घटः भूतले वर्तते इति वाक्यम् अहं वदामि चेत् तत्र घटः आदेयः, भूतलम् आधारः. इदानीं भूतलं घटे वर्तते इति यदा कदापि वक्तुं शक्यते वा? न वक्तुं शक्यते. अतः सम्बन्धः एकरीत्या एव भवति. घटः एव सर्वत्र आधारः भवति भूतलस्य अपेक्षया, अपि च भूतलमेव, क्षम्यताम्, घटः एव आधेयः भवति भूतलस्य अपेक्षया, अपि च भूतलमेव आधारः भवति घटस्य अपेक्षया. तत्र एकरीत्या एव सम्बन्धः भवति, विपरीतरीत्या न भवति. किन्तु आकाशस्य विपरीतरीत्या अपि भवितुमर्हति इति कृत्वा आकाशस्य विभुत्वं स्वीकृतम्. अतः विभुत्वम् इत्युक्ते किम् इति चेत् अनियामकवृत्तित्वमेव विभुत्वम् इति वदामः. इदानीं सर्वत्र वर्तते इति स्वीकुर्मश्चेत् तत्र सर्वत्र इति पदप्रयोगः किं द्रव्यं स्वीकृत्य आधारीकृत्य वदामः? यथा अतीतम् इति पदं प्रयोगं कुर्मः चेत् तत्र कालं स्वीकृत्य एव वदामः किल. इदानीं सर्वत्र इति वदामश्चेत् किं द्रव्यं स्वीकृत्य वदामः? सर्वे स्थलानि वक्तुं न शक्यते. न वक्तुं शक्यते. स्थलानि दिक् नास्ति भगिनि. दिक् दिक् इति वा नो चेत् आकाशः इति वा? प्रायः दिक् दिक् एव. तत्र प्राची सर्वत्र इत्युक्ते सर्वेषु दिक्षु वर्तते. सर्वत्र इत्यस्य अर्थः कः इति चेत् सर्वेषु दिक्षु वर्तते इति एव अर्थः किल. तत्र दिक् स्वीकृत्य आधारीकृत्य सर्वत्र इति वदामः. अतः तत्र आत्मा विभुः इति एव वक्तव्यम्. अपि च प्रतिशरीरे इत्युक्ते तत्र केवलं मानुषशरीरे इति नास्ति. तत्र हस्तिः अस्ति चेत् तस्मिन् शरीरे एव आत्मा वर्तते. डैनासार् यस्मिन् काले आसीत् तस्मिन् शरीरे अपि आत्मा वर्तते इति कृत्वा तत्र डैनासार् महान् बृहत् इति कृत्वा तत्र विभुत्वं वदामश्चेत् तत्र देहः, देहस्य परिमाणं यत्किमपि भवतु, आत्मा विभुः इति वदामश्चेत् तत्र क्लेशः न भवति. किन्तु यदा आत्मा तत्र विभुः नास्ति इति वदामश्चेत् तत्र क्लेशः भवत्येव. किमर्थम् इत्युक्ते तत्र इदानीं अस्ति हस्तिः अस्ति, तस्य देहस्य सर्वत्र इदानीम् आत्मा वर्तते इति चेत् तत्र हस्तिनः हस्तेः मरणात् अनन्तरं तदेव आत्मा इदानीं भिन्नशरीरं स्वीकरोति चेत्, पिपीलिकायाः शरीरं स्वीकरोति चेत् तत्र इदानीं वक्तव्यमस्ति आत्मनः सङ्कोचः जातः, विकारः जातः इति वक्तव्यम्. यदा विकारः जातः, एकस्य पदार्थस्य विकारः जातः इति अङ्गीकुर्मः, तत्र अनित्यत्वं भवति, अनित्यत्व आपत्तिः भवति इति कृत्वा तत्र विभुत्वमेव लाघवाय स्वीकृतमस्ति. अपि च तत्र विभुत्वं स्वीकुर्मश्चेत् तत्र किमपि क्लेशः नास्ति. किमर्थमित्युक्ते शरीरे एव तस्य उपलब्धिः भवति तावदेव. समीचीनं, धन्यवादः. हा, श्रीराम महोदयस्य प्रश्नः आसीत् वा? महोदय, मम प्रश्नः अस्ति. हा, मोहन् महोदय, वदतु महोदय. महोदय, भक्ता विभुत्वम् इति इत्यस्य लक्षणम् उक्तम् एनियामकवृत्तित्वम् अस्मिन् अस्मिन् पुस्तके विभुत्व इत्यस्य अन्यदपि लक्षणम् अस्ति. द्विपञ्चाशत्तमे पुटे अस्ति विभुत्वं परं महत् परिमाणवत्त्वम्. कस्मिन् परिचये? द्विपञ्चाशत्तमे पुटे. तत्र अहमस्मि. तत्र कस्मिन् परिच्छेदे? अन्तिमते पूर्वपरिच्छेदे. आकाशस्य परिमाणम् आह विभु इति, विभुत्वं परममहत्त्वं परिमाणवत्त्वम्. हा, तत्र तत् लक्षणं नास्ति. तत्र केवलं विभुः इत्युक्ते किम् इति उक्तं. तत्र परममहत् परिमाणं, परममहत् परिमाणवत्त्वम् इति उक्तं. तत्र लक्षणम् इति नास्ति. इदानीं परममहत् परिमाणम् इति चेत् किम् इति वक्तव्यम् अस्माभिः अधीतं. तत्र परमाणुपरिमाणं, मध्यमपरिमाणम्, अपि च परममहत् परिमाणम् इति त्रयः, त्रीणि परिमाणानि अस्माभिः अधीतम्. अत्र विभुः इत्युक्ते किम् इति चेत् यत् परममहत् परिमाणमस्ति तदेव विभुः इति. इदानीं परममहत् परिमाणम् इत्युक्ते किम् इति चेत् हा, परममहत् परिमाणम् इत्युक्ते किम् इति चेत् तत्र एतादृशं यदा मया उक्तम् अनियामकवृत्तित्वम् इति एव वक्तुं शक्यते. परममहत् परिमाणम् इत्युक्ते यद् परमाणुपरिमाणम् अपि च मध्यमपरिमाणं नास्ति तदेव परममहत् परिमाणम् इति वक्तव्यं भवति. आं महोदय. इति कृत्वा तत्र अर्थबोधः समीचीनतया न जायते इति कृत्वा एतादृशम् अस्मिन्नेव पाठे तत्र अग्रे आयास्यति. वृत्तिनियामकत्वं, वृत्ति अनियामकत्वम् इति एतादृशम् आगच्छति. तत्र इतोपि किञ्चित् चर्चयामः. महोदय, मया न एकस्यां ध्वनिमुद्रिकायां श्रुतं पूर्वस्तने वर्गे सर्वमूर्तद्रव्यसंयोगित्वम् अपि विभुत्वम्, तर्कसङ्ग्रहकारेण स्वदीपिका व्याख्यायाम् उक्तं सर्वमूर्तद्रव्यसंयोगित्वम् अपि इति विभुत्वं. तो यत्र सर्वमूर्तद्रव्यसंयोगत्वं विभुत्वम् इत्युक्ते यः विभुः अस्ति सः विभुः पदार्थः सर्वेषां जन्यपदार्थानां संयोगे सर्वदा वर्तते इति. तदपि सत्यमेव. अत्र क्लेशः वर्तते वा? यद्भवता उक्तं तत् सत्यमेव. परममहत्परिमाणवत्त्वम् एव विभुत्वम् इति एकं लक्षणम्. इदानीं भवता यदुक्तं तदपि अन्यत् लक्षणम्. किन्तु अस्माकं व्यवहारे अवगमनार्थं यद्भवति इत्युक्ते इदानीं तत्र आकाशः विभुः, विभुः इत्युक्ते किम् इति चेत् सर्वेषां सर्वदा संयोगेन यद्भवति तदेव आकाशः इति इति इति वदामश्चेत् तत्र अस्माकं बोधः जायतेव, किन्तु स्पष्टतया बोधं भवति चेत् तत्र अनियामकवृत्तित्वमेव विभुत्वम् इति वदामश्चेत् यथा इदानीं मया उपपादितं घटे आकाशः वर्तते अपि च आकाशः घटे वर्तते इति तादृशम् अनियामकवृत्तित्वं यत्र वर्तते तत्रैव विभुत्वम् इति स्वीकुर्मश्चेत् तत्र समीचीनतया स्पष्टतया अर्थबोधः सर्वेषां जायते इति कृत्वा मया एतत् प्रयुक्तं तावदेव. महोदय, एतस्य अर्थमस्ति यत् आत्मनि अपि नियामकव्यक्तित्वम् अस्ति. सत्यं. तो आत्मा वयं कथं वक्तुं शक्नुमः आत्मनि नियामकव्यक्तित्वम् अस्ति? आत्मा शरीरे वर्तते इति वक्तुं शक्यते, अपि च आत्मा विभुः इत्यतः शरीरम् आत्मनि वर्तते इति अपि वक्तुं शक्यते. आं महोदय, आं महोदय, अस्तु महोदय. इति अस्ति यथा धन्यवादः घट आकाशयोः मध्ये वयम् उक्तवन्तः तादृशम् अत्रापि वक्तुं शक्यते. नो चेत् तत्र इदानीं जीवस्तु प्रतिशरीरं भिन्नः इत्युक्ते तत्र प्रतिशरीरे आत्मा वर्तते इति वदामश्चेत् तत्र वृत्तिनियामकत्वं स्वीकुर्मश्चेत् तत्र केवलम् आत्मा शरीरे वर्तते इति भवति, किन्तु तादृशं नास्ति. शरीरमपि आत्मनि वर्तते इति वक्तुं शक्यते इत्येव अस्ति. नो चेत् यदा शरीरस्य मृतः भवति तदा आत्मनः अपि मृतः भवेत्, किन्तु तादृशं नास्ति. आत्मा तु नित्यम् इति कृत्वा तत्र तत्र अनियामकनिवृत्तित्वं वक्तव्यं, नो चेत् महान् क्लेशः भवति. महोदय, दिक् अपि विभुः अस्ति. दिग् अपि विभुः अस्ति, सत्यं. दिशि अपि विभुत्वम् अस्ति, तो दिशि अपि नियामकव्यक्तित्वम् अस्ति. तो वयं कथं वक्तुं शक्नुमः यत् दिशि नियामकव्यक्तित्वम् अस्ति? अस्माभिः इदानीं पठितं किल, इदानीं प्राची दिशि किम् इति चेत् तत्र उदयगिरि यत्र अस्ति तत् संस्थाप्य, इत्युक्ते उदयगिरि यत्र वर्तते तदेव प्राची इति स्वीकुर्मश्चेत् तत्र प्राची दिशि, प्राची दिक् उदयगिरौ वर्तते इति वदामः. अपि च इदानीं तत्र शारदालयं, नो चेत् तत्र उदयगिरि एव कुत्र वर्तते इति चेत् प्राची दिशि वर्तते इति, प्राच्यां दिशि वर्तते इति अपि वदामः किल. आं महोदय, सापेक्षिकम् इति कृत्वा तत्रापि अनियामकवृत्तित्वं वर्तते. आं महोदय, हा महोदय, काले अपि, काले अपि विभुत्वम् अस्ति. हा, काले अपि अनियामकवृत्तित्वम् अस्ति. हा, भवान् एव वदतु इदानीं कदा कदा प्रतिपादयितुं शक्यते, इदानीं प्रयत्नं करोतु. अतीतः घटः तो तर्हि घटे अतीतत्वम् अस्ति. अतीतत्वे घटः अस्ति. साक्षात् स्वीकृत्य घटः काले वर्तते इति वक्तुं शक्यते किल. घटः इदानीं तत्र वर्तमानकाले, काले वर्तते इति वक्तुं शक्यते. इदानीं कालः कुत्र वर्तते इति पृष्टे सति यत्र यत्र तुल्यक्रिया भवति तत्र वर्तते इति वक्तुं शक्यते किल. इदानीं कालः कुत्र वर्तते इति चेत् मयि कालः वर्तते इत्युक्ते समयः अस्ति वा, कोऽपि पृच्छति इदानीं पठनार्थं भवतः समयः अस्ति वा इति चेत् अहं वदामि मयि कालः वर्तते इति. आम् महोदय, आम् महोदय, इति कृत्वा तत्रापि अनियामकवृत्तित्वम् अस्ति. आम् हा, किन्तु धन्यवादः. समीचीनप्रश्नाः एतादृशम् अस्माभिः पृष्ट्वा तत्र अवगन्तव्यम्. अतः एव तत्र विभुत्वस्य समीचीनतया बोधः जायते. धन्यवादः. अस्तु, समीचीनं. हा, इदानीं कः पठति? विजी भगिनी पठति वा? हा, वदतु श्रीराम महोदय, वदतु महोदय. किमर्थम् आत्मा नित्य इति स्वीकुर्मः? शरीरं नश्यति चेत् तदा आत्मा अपि नश्यति इति स्वीकुर्मश्चेत् कः दोषः? इति नश्यति चेत् इदानीं पुनः नूतनजर्म नूतनशरीरं नूतनशरीरस्य उत्पादनं भवति इति चिन्तयतु. तत्र आत्मापि जातम् इति वक्तव्यं किल. यदि आत्मापि जातम् इति वदामश्चेत् इदानीं शुनकः अस्ति, श्वानः, तस्मिन् एकः आत्मा वर्तते, मयि अपि एकः आत्मा वर्तते इति कृत्वा तत्र इदानीं मदपेक्षया शुनकस्य जन्म तु न्यूनमस्ति. किमर्थं तादृशजन्म तस्य आत्मनः भवति इति वक्तव्यमस्ति. तादृशं वदामश्चेत् तत्र इदानीम् आत्मनः नित्यत्वं स्वीकृत्य तत्र धर्माधर्म व्यवहारः इत्युक्ते पुण्यपापम् इति एतत् आत्मनि वर्तते इति स्वीकुर्मश्चेत् तत्र पुण्यपापम् अनुसृत्य तस्य शरीरस्य प्रत्येकं शरीरे जन्म भवति इति वक्तु इति वदामश्चेत् तत्र क्लेशः न जायते. यः महान् पापं कृतवान् तस्य शुनकजन्म प्राप्तं, यः इतोपि पुण्यजन्म प्राप्तवान् तस्य मनुष्यजन्म लब्धम् इति तादृशं भेदं वक्तुं शक्यते. तत्र कारणं, भेदस्य कारणं वक्तुं शक्यते, नो चेत् कारणमेव न वक्तुं शक्यते. अपि च मोक्षः इति सिद्धान्तः अस्ति, अपवर्गः इति नैयायिकाः वदन्ति. मोक्षस्य नैयायिकानां मतानुसारं नाम अस्ति अपवर्गः इति. मोक्षः कथं वा भवति इति एतादृशचिन्तनं तत्र महान् चिन्तनमस्ति. अग्रे एतत् सर्वम् आयास्यति, किन्तु तत्र निश्चयेन नित्यत्वं स्वीकर्तव्यम्. अस्तु, नो चेत् मोक्षस्य अनित्यत्वं भवति. यदा आत्मा अपि अनित्यं भवति, मोक्षः अपि तस्य अनित्यं भवति इति कृत्वा तत्र क्लेशः भवति इति कृत्वा तत्र चिन्तनं भवति. मोक्ष इदानीम् आधुनिक वैज्ञानिकाः न अङ्गीकुर्वन्ति मोक्षम् इति. तेषां मतानुसारं जन्मनि एकस्मिन् शरीरे आत्मा अस्ति, यदा शरीरं नश्यति आत्मा अपि नश्यति इति वदति. सत्यं, नास्ति तस्मिन् काले, पूर्वस्मिन् काले तत्र चार्वाकाः इति सन्ति किल, तेषामपि मतम् एतदेव. ते देहात्मवादिनः इत्युक्ते देहः एव आत्मा इति. अतः तेषां सिद्धान्तः अस्ति यावज्जीवं सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् इति तेषां चिन्तनमस्ति. किन्तु तत्र किमपि नास्ति. तत्र इदानीं वयं तेषां प्रति गत्वा पृच्छामश्चेत् किमर्थं शुनकजन्म एकस्य प्राप्तं, मनुष्यजन्म अन्यस्य प्राप्तम् इति पृच्छति चेत् तेषां किमपि उत्तरं न भवति. अपि च मनुष्यजन्मेषु अपि तत्र एकः इदानीं तत्र दैन्यजन्यं प्राप्नोति, अन्यः तु धनिकजन्मं प्राप्नोति, अनयोः मध्ये कः भेदः इति चेत् ते किमपि न वदन्ति. अत्रापि नैयिकः कर्म इति कर्मसिद्धान्तं स्वीकुर्वन्ति. आमां, तत्र पुण्यपापम् इति एतत् सर्वम् अस्मिन्नेव पाठे वयं अधिष्यामः. अस्तु, धन्यवादः. समीचीनम्. अस्तु, तर्हि अग्रे. हा, वदतु भगिनि. एकमेव भगिनि, एवं च न्यायदर्शनः आस्तिकदर्शनमस्ति, वेदानां स्वीकारः अस्ति. सत्यम्. किन्तु तत्र एकमेव वदामि, यद्यपि वेदस्य प्रामाण्यं ते अङ्गीकुर्वन्ति तथापि मूलप्रामाण्यं ते न अङ्गीकुर्वन्ति. इत्युक्ते तेषां प्रमाणं तु सर्वत्र अनुमानम् अपि च प्रत्यक्षं, तत्रैव प्राधान्यं. यत्र यत्र अनुमानस्य अनुकूलेन वेदः किमपि वदति चेत् तत्र वेदस्य प्रामाण्यं स्वीकुर्वन्ति. अतः ईश्वरः परमात्मा अस्ति इति वेदेन वेदे उक्तम् इत्यतः तेन स्वीकुर्वन्ति. तत्र जगतः सृष्टिः अस्ति, सृष्टिकर्ता किमपि भवेत् इति तत्र आवश्यकः अस्ति, ईश्वरस्य आवश्यकः अस्ति. यदि यदा इदानीम् अतीतः इति वदामश्चेत् तत्र कालः इति अन्यतमं द्रव्यं विना अतीतः इति न वक्तुं शक्यते. तदा जगत् सृष्टिः अभवत् इति परमात्मा इति परमात्मा अपि च सः सर्वज्ञः इति अन्यतमं द्रव्यं विना सृष्टिः न भवितुम् अर्हति इति कृत्वा तत्र अनुमानेन ईश्वरः ते साधयन्ति. तदनन्तरं वेदमपि एतद् वदति इति तत्र मूलप्रमाणेन न किन्तु तत्र उपजीवकप्रमाणेन ते स्वीकुर्वन्ति, उपजीवप्रमाणेन ते वेदस्य अङ्गीकारं कुर्वन्ति इत्यतः वेदस्य अङ्गीकारं कुर्वन्ति इत्यतः ते आस्तिकाः. किन्तु मूलप्रमाणं न स्वीकुरु मूलप्रमाणेन न स्वीकुर्वन्ति इत्यतः तत्र वेदान्तमतं यथा अस्ति अपि च पूर्वमीमांसमतं यथा अस्ति तादृशं तेषां नास्ति. अस्तु तर्हि अग्रे गच्छामः. विजी भगिनी अग्रे पठति वा? नमस्ते भगिनि. नमस्कारः विजय अस्मि. हा हा विजया भगिनी अपि आगतवती, समीचीनम्. विजी भगिनी इदानीं पठामि. हा अस्तु भगिनि, विजी भगिनी अग्रे पठतु. विजी भगिनी अस्ति किम्? न श्रूयते. न श्रूयते भगिनि. अस्तु भानुचैतन्य महोदय अस्ति. अस्तु तर्हि बालसुब्रह्मण्यं भवान् एव पठतु महोदय. इह ज्ञानवान्. इह ज्ञानवान् आत्मा इति एव वक्तव्ये. ज्ञानादिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय ग्रहणदाष्ट्याय पुनरपि सः अर्थः प्रतिपाद्यते. कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तद् उपाधौ च वर्तन्ते. ज्ञानम् अपि कालिकसम्बन्धेन महाकाले वर्तते. तावत् ज्ञानवान् आत्मा इति इति उक्तः चेत् ज्ञान अधिकरणम् आत्मा इति कथनं. सो ज्ञानः आत्मनि आश्रय अस्ति इति पूर्वम् एव उक्तम्. एतानि सम्बद्धमपि सूचनम्. अत्र महोदय अत्र प्रश्नः कः इति चेत् ज्ञान अधिकरणम् आत्मा इति तत्र लक्षणग्रन्थे उक्तं ज्ञानस्य अधिकरणम् आत्मा इति. तत्र किमर्थम् अधिकरणम् इति पदप्रयुक्तम् इति चेत् आत्मनि ज्ञानं सम्बन्धबोधनाय इत्युक्ते ज्ञान आत्मनः सम्बन्धः. इदानीं कीदृशसम्बन्धः वर्तते भवान् वदतु. ज्ञानम् आत्मनि इति समवायसम्बन्धः. समीचीनं. ज्ञानः इति गुणः, आत्मा इति द्रव्यं गुणी अस्ति, गुणगुणिनोः मध्ये समवायसम्बन्धः वर्तते इति कृत्वा समवायसम्बन्धबोधनार्थम् अधिकरणम् इति पदं प्रयुक्तम् इति उक्तमत्र. तावदेव. अग्रे महोदय. ग्रहणदार्त्याय पुनः अपि सः अर्थः प्रतिपाद्यते. एवमेव पुनः अपि उक्तं ग्रहणदार्ढ्याय. ग्रहणम् इति ऊर्जित सत्यम् ऊर्जितं कर्तुं पुनः एव एवम् उच्यते. कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तद् उपाधौ च वर्तन्ते. पूर्वमेव वयं दृष्टवन्तः कालनिरूपणे सर्वेपि पदार्थाः दर्शितरीत्या कालिकसम्बन्धेन महाकाले अथवा तद् कालस्य उपाधौ वर्तन्ते इति अधीतवन्तः. ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते. एवमेव ज्ञानमपि सर्वे अपि जन्य वस्तूनि महाकाले कालिकसम्बन्धेन महाकाले वर्तन्ते इति उक्तम्. एवमेव ज्ञानम् अपि कालिकसम्बन्धेन महाकाले वर्तते. हा, ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते. अत्र पश्यतु, अत्र मुख्यवार्ता किमस्ति इति चेत् ज्ञानम् आत्मनि वर्तते समवायसम्बन्धेन, ज्ञानं काले वर्तते कालिकसम्बन्धेन. इति कालः अपि ज्ञानस्य आधारः भवति, ज्ञानमपि आत्मा अपि कालस्य आधारः भवति. सारि, ज्ञानस्य आधारः भवति इति अस्ति. अतः तत्र कालः अपि ज्ञानस्य आधारः भवति, ज्ञानमपि आत्मा अपि कालस्य ज्ञानस्य आधारः भवति इति कृत्वा तत्र केवलं ज्ञान अधिकरणम् आत्मा इति वदति चेत् ज्ञानम् अधिकरणं कालः इति अपि वक्तुं शक्यते किल. अतः इतोपि अधिकरणम् इत्यस्मिन् विषये किञ्चित् चिन्तनीयं भवति, नो चेत् तत्र काले अतिव्याप्तिः भवितुमर्हति. केवलं ज्ञानस्य अधिकरणम् इति एव वदामश्चेत् ज्ञानस्य अधिकरणं कालः अपि भवितुमर्हति इति कृत्वा इदानीं लक्षणं तत्र अतिव्याप्तिः अव्याप्तिः असम्भवदोषरहिताः भवेत्. किन्तु ज्ञान अधिकरणम् इति तावदेव वदामश्चेत् तत्र काले अतिव्याप्तिः भवति किल. इति इदानीमपि अत्र क्लेशः वर्तते, अतः इतोपि किञ्चित् चिन्तनीयम् अस्ति. समीचीनं, धन्यवादः महोदय. किमिति महोदय? प्रैमरी अधिकरणं सत्यम् अधिकरणं. किन्तु तत्र लक्षणवाक्ये तत्र एतादृशदोषाः न भवेत्. यदि ज्ञानसमवायीकारणम् आत्मा इति लक्षणम् अस्ति चेत् तत्र काले अतिव्याप्तिः न भवति. किमर्थमित्युक्ते ज्ञानं समवायसम्बन्धेन काले न भवितुमर्हति. किन्तु केवलम् अधिकरणम् इति एव उक्तम् इति कृत्वा तत्र क्लेशः अतिव्याप्तिः भवितुमर्हति इति इदानीं समस्या अस्ति इति उक्तम् अत्र. समीचीनम्. अहं पठामि महोदय. विजि भगिनि, पठतु भगिनि, इदानीं श्रूयते. इयर्फोन् मध्ये किञ्चित् क्लेशः आसीत्. भवतु. बुद्धिः आरभ्य सत्यं. बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः पुण्यम् अधर्मः पापं भावनाख्यसंस्कारः इत्येवं नवपदार्थाः आत्मनः विशेषगुणाः विशेषगुणः तावत् बुद्धिः वयं पूर्वमेव दृष्टवन्तः चतुर्विंशतिगुणाः सन्ति इति बुद्धिः सुखम् एतादृश गुणाः अपि अन्तर्भूताः अत्र बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्माधर्म भावनासंस्कारः इति एतादृशानि एतादृशाः गुणाः आत्मनः विशेषगुणाः इति उच्यते विशेषगुणाः इति उच्यन्ते समीचीनम् अग्रे पठतु विशेषगुणः तत् द्रव्यमात्रवृत्तिः भवति इत्युक्ते विषये तत् ज्ञानम् इति द्रव्यं ज्ञाने एतादृशविशेषगुणः ज्ञानमिति द्रव्यं वा ज्ञानं गुणः सारि सारि एतादृशगुणाः आत्मनि एव वर्तते इति कृत्वा विशेषगुणाः इति पदार्थः स्वीक्रियते यथा उष्णस्पर्शः तेजसः विशेषगुणः गन्धः पृथिव्याः विशेषगुणः गन्धवती पृथ्वी इति उच्यते चेत् गन्धः पृथिव्याः विशेषगुणः इत्युक्ते विशेषगुणः इत्युक्ते भगिनि तल्लक्षणं बोधयति लक्षणं बोधयति इत्युक्ते तत्र केवलं गन्धः इति गुणः केवलं पृथिव्यामेव लभ्यते जले गन्धः अस्ति चेत् अस्माभिः अनुभूयते चेत् तत्र पृथिव्याः कणाः तत्र तेषां मिश्रणेन एव जले गन्धः भवति नो चेत् जलं साक्षात् निर्गन्धः अस्ति विशेषगुणः इत्युक्ते केवलं तत्रैव तस्मिन् तदेव अत्र उक्तं तद्द्रव्यमात्रवृत्तिः इति तेजसः विशेषगुणः इत्युक्ते तेजसः विशेषगुणः उष्णस्पर्शः गन्धः पृथिव्याः विशेषगुणः तथा इत्युक्ते एकनिमिषं तत्र जलमस्ति चेत् जले औष्ण्यं भवितुम् अर्हति किल आम् किन्तु यदा जले औष्ण्यम् अस्माभिः अनुभूयते तदा तत्र तेजससंयोगेन तेजसंयोगेन एव तत्र उष्णस्पर्शः जले भवति उत्पन्नं भवति अग्निसंयोग इत्युक्ते तत्र उष्णस्पर्शः केवलं तेजसः विशेषगुणः अस्ति तेजसि एव उष्णस्पर्शः लभ्यते तथा बुद्ध्यादेः नव आत्मनः गुणाः तथैव बुद्धिसुखम् इत्यादि अधर्म अधर्मः भावनाख्यसंस्काराः इति नवगुणाः विशेषगुणाः आत्मनः विशेषगुणाः इति उच्यते तेषु अत्र बुद्धिः इत्युक्ते किम् एकनिमिषम् ज्ञानं विद्या सत्यं ज्ञानम् इति वदतु ज्ञानम् इत्युक्ते अत्र पश्यतु ज्ञानं केवलं आत्मनि एव भवति, अपि च सुखमपि आत्मनि एव भवति. आत्मा एव सुखम्. किन्तु वयं किं वदामः? हा, आत्मनि एव सुखम् अनुभूयते, अपि च सुखम् आत्मनि एव वर्तते, केवलम् अनुभूयते इति नास्ति. इत्युक्ते तत्र पुष्पमस्ति चेत् पुष्पे सुखमस्ति इति यदि यदा कदापि न वक्तुं शक्यते. आत्मनि एव सुखं वर्तते, सुखमपि. आत्मनि अतिकरणं भवेत् सुखं दुःख इत्यादि. आम्, समीचीनं भगिनि, धन्यवादः. इदानीं भानुचैतन्य महोदय अग्रे पठति वा. क्षम्यता महोदय, इदानीम् अहं शृणोमि महोदय. अस्तु, भवतु, क्लेशः नास्ति. तर्हि शिवराममहोदय अग्रे पठति वा. अहं पठामि महोदय. कः, विजि वा? अस्तु, तत्र अन्यस्य अन्येषाम् अवसरः दास्यामि इति मया चेत् इदानीमेव भवती पठितवती किल. शिवराममहोदय अस्ति किम्? श्रीराम वा शिवराम महोदय? शिवराम, शिवराम. हा, अहं तु अस्मि, अहं चिन्तितवान् श्रीराम. श्रीराम महोदय न पठितवान् किल? न पठितवान्, तदेव. समीचीनं, समीचीनं, धन्यवादः. श्रीराम महोदय भवान् पठतु. अस्तु महोदय. तथा बुद्ध्यादयः नव आत्मनः गुणाः, तेषु अन्तिमः त्रयः न मनसा गृह्यन्ते, अतः ते अतीन्द्रियाः. तथापि वक्षमाणप्रकारेण व्यापकरूपत्वेन कल्पिताः, अतः व्यापाररूपत्वेन कल्पिताः, अतः सर्वे आत्मनः विशेषगुणाः भवन्ति. तेषाम् आश्रयः गुणी आत्मा. गुणगुणिनोः समवायः प्रागुक्तः, अतः ज्ञान आत्मनि समवायसम्बन्धेन वर्तते. एवं घटो द्रव्यमिति एकं ज्ञानं स्वीकृतम्. अस्य ज्ञानस्य विषयः घटः, घटे ज्ञानस्य विषयता वर्तते, अतः तज्ज्ञानं विषयतासम्बन्धेन घटे वर्तते. तावत् महोदय. नव गुणाः आत्मनि वर्तते इति अस्माभिः दृष्टं. तेषु अन्तिमत्रयः गुणाः नाम प्रयत्नः, पुण्यं, पापं. भावना, धर्म, अधर्म, भावना इत्यादयः गुणाः न मनसा गृह्यन्ते. तत्र मनसा न गृहीतुं शक्यते, अतः ते अतीन्द्रियाः. तथापि इत्युक्ते, इत्युक्ते इदानीं तत्र तेषां ग्रहणं न भविष्ये प्रमाणं किं भवितुमर्हति? अनुमानमेव सत्यम् इति मनसि भवेत् झटिति. यदा मानसप्रत्यक्षं न भवति इति वदामश्चेत् तत्र प्रत्यक्षं न भवति. प्रत्यक्षं न भवति चेत् तत्र अनुमानमेव प्रमाणत्वेन भवितुमर्हति. अस्तु, समीचीनम्. अग्रे. तथापि वक्षमाणप्रकारेण व्यापाररूपत्वेन कल्पिताः, ते कल्पिताः. अग्रे कथं कल्पिताः सन्ति इति पश्येम. अतः सर्वे आत्मनः विशेषगुणाः भवन्ति. एते नवगुणाः आत्मनः विशेषगुणाः भवन्ति. विशेषगुणः इत्युक्ते विशेषगुणः अन्येषु पदार्थेषु द्रव्येषु न भवन्ति. हा, अन्येषु द्रव्येषु न भवन्ति इत्युक्ते केवलम् आत्मनि एव एते उपलभ्यन्ते. तेषाम् आशयगुणि आत्मा, आत्मा गुणी अस्ति, आश्रय अस्ति, तेषाम् आश्रय अस्ति. गुणगुणिनोः समवायः प्रागुक्तः. गुणिनो गुणगुणिनोः सम्बन्धः समवायसम्बन्धः एवं पूर्वं दृष्टवन्तः वयम्. अतः ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तते. ज्ञानं इति गुणः आत्मनि समवायसम्बन्धेन वर्तते. किमित्युक्ते आत्मा गुणी अस्ति, ज्ञानं गुणः अस्ति, तयोः समवायसम्बन्धः वर्तते. अतः ज्ञानमिति गुणः आत्मनि समवायसम्बन्धेन वर्तते. एवं घटो द्रव्यमिति एकं ज्ञानं स्वीकृतम्. एकं ज्ञानं वयम् एकं घटं पश्यामश्चेत् तत्र घटोद्रव्यम् इति एकं ज्ञानं आत्मनि उत्पद्यते. तत् स्वीकुर्मः. अस्य ज्ञानस्य विषयः घटः. ज्ञानस्य विषयः घटः भवति, तदपि अस्माभिः पूर्वम् अधीतं. घटे ज्ञानस्य विषयता वर्तते. विषयता इति सम्बन्धः इति तत्र घटे वर्तते. अतः तज्ज्ञानं विषयतासम्बन्धेन घटे वर्तते. विषयतासम्बन्धेन ज्ञानं घटे वर्तते इति अस्माभिः पूर्वम् अधीतमेव तत् इति सर्वं. हा, ज्ञानं विषयतासम्बन्धेन घटे वर्तते. घटः ज्ञाने केन सम्बन्धेन वर्तते? विषयितासम्बन्धेन वर्तते. विषयितासम्बन्धेन वर्तते ज्ञाने. समीचीनम्. अपि च प्रकारता कस्मिन् वर्तते? प्रकारता विशेषणे वर्तते. हा, अत्र विशेषणं किं भवति? विशेषणं घटः घटत्वं भवति. समीचीनं, बहु समीचीनम्. अपि च संसर्गता कुत्र भवति? संसर्गता घटे भवति. घटत्वम् अपि च घटे मध्ये समवायसम्बन्धः, तत्र संसर्गता भवति सम्बन्धे. समीचीनम्. अतः घटे विषयता अस्ति विशेष. अन्य कोऽपि किमपि उक्तं वा? अहमेव. एकम् संशयः जि महोदय, यद्यपि अत्र पश्यतु, अत्र वैशिष्ट्यम् एतत् सर्वं किमर्थम् उक्तम् इति चेत् ज्ञानम् अधिकरणम् आत्मा इति उक्तं किल. आम्. कुतः प्रतिध्वनिः आगच्छति वा महोदय? प्रतिध्वनिः नास्ति. भवतु, हा, अत्र पश्यतु, इदानीं किमर्थम् एतादृशचर्चा कृतम् इति चेत् ज्ञान अधिकरणम् आत्मा इति उक्तम्. किन्तु यः परिच्छेदः बालसुब्रह्मण्यमहोदयेन पठितः तत्र किमुक्तं? ज्ञानस्य अधिकरणं कालः अपि भवितुमर्हति कालिकसम्बन्धेन. इदानीम् अस्मिन् परिच्छेदे यद्भवता पठितं तत्र किमुक्तं? घटः अपि विषयितासम्बन्धेन विषयतासम्बन्धेन ज्ञानस्य अधिकरणं भवति. अतः घटः घटे अपि अतिव्याप्तिः भवितुमर्हति लक्षणस्य इति कृत्वा तत्र अधिकरणम् इत्यनेन इतोपि किञ्चिदपि अवगन्तव्यं भवति. नो चेत् केवलं ज्ञान अधिकरणम् इति तावदेव वदामश्चेत् तत्र ज्ञानस्य अधिकरणं यद्यपि आत्मा भवति तथापि कालः अपि भवति घटः अपि भवति. विषयतासम्बन्धेन ज्ञानस्य अधिकरणं घटः भवति, कालिकासम्बन्धेन ज्ञानस्य अधिकरणं कालः भवति भवति इति कृत्वा इदानीमपि तत्र अतिव्याप्तिदोषः भासते लक्षणे. इति कृत्वा इतोपि किञ्चित् वक्तव्यम् अस्ति इति तावत्पर्यन्तम् अस्माभिः अधीतम्. अस्तु, मया किञ्चित् कार्यमस्ति अष्टवादने साक्षात्, अतः मया गन्तव्यम्, अतः अत्र स्थगयामः. अस्तु, अग्रिमे वर्गे मिलिष्यामः. सर्वेषां नमस्कारः. नमस्कारः. नमस्कारः.